सर्वं विस्मृतं मया. न न नूतनपाठः एव अस्ति. रुधादिगणः इति पाठः गतवर्गे अस्माभिः आरब्धः. तत्र किम् आसीत्, तत्र रुधादिगणे उतरणप्रत्यय अस्ति श्नम्, शप् प्रबाध्य श्नम् आगच्छति. श्नम् कुत्र अतिष्ठति, मिदच्योन्त्यात् परः इति सूत्रेण अच् वर्णेषु यः अन्त अच् वर्णः अस्ति तस्मात् अनन्तरं तिष्ठति. तर्हि रुध् अस्ति, रुध् मध्ये उकारः अस्ति अन्तिम अच् वर्णः, अतः तस्मात् अनन्तरम् आगत्य तिष्ठति न इति रुनद् इति भवति. रुनद् तत्र अस्माभिः पठितं यत् प्रथमसोपानम् अस्ति, किमस्ति विकरणप्रत्ययोजनं, विकरणप्रत्ययस्य विकरणप्रत्ययनिमित्तीकृत्य अङ्गकार्यं. तर्हि अस्य श्नम् मध्ये विकरणप्रत्ययनिमित्तीकृत्य अङ्गकार्यं किमस्ति? स्नान्नलोपः इति. स्नान्नलोपः एकः सूत्रम् आसीत्. स्नान्नलोपः, स्नान्नलोपः किं वदति, धातु अस्ति, श्नम् प्रत्ययः अस्ति, धातु मध्ये श्नम् प्रत्ययः तिष्ठति. श्नम् तस्य न अस्ति खलु, न अनन्तरं यदि धातोः नकारः अस्ति तर्हि तस्य नकारस्य लोपः भवति. स्नात् न लोपः. तर्हि उदाहरणम् अस्माभिः दृष्टम्. उदाहरणं किम् आसीत्, यत्र धातु अस्ति इन्ध, तत्र श्नम् प्रत्यय आगत्य भवति इनन्ध. इदानीं श्नम् तस्य न अस्ति, तस्मात् अनन्तरं नकारः अस्ति, अतः नकारस्य लोपः भवति. तर्हि इनध् एव तिष्ठति. तथैव अञ्ज, अनञ्ज भवति, पुनः नकारस्य लोपः भूत्वा अनज् एव तिष्ठति इति अस्ति. तदनन्तरं तिङ्प्रत्ययस्य निर्मितिः, तत्र किमपि नूतनं नास्ति, अनदन्तम् अङ्गम् अस्ति सर्वत्र, अतः अनदन्त अङ्गानां कृते ये प्रत्ययाः सन्ति ते एव अत्र भवन्ति. तदनन्तरमस्ति तिङ्प्रत्ययनिमित्तीकृत्य अङ्गकार्यं, तत्र अपि एकमेव नूतनं कार्यमस्ति, स्नसोरल्लोपः. स्नसोरल्लोपः अत्र गुणस्य आवश्यकता, गुणस्य प्रसक्तिः नास्ति, यतोहि अन्ते धातोः हलन्त् अस्ति, अतः हल् वर्णः अस्ति. कुत्रचित् लघुपदः अस्ति चेत् सुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवितुं शक्नोति. तदनन्तरं श्नसोरल्लोपः अस्ति, श्नसोरल्लोपः तत् किं वदति, अस्माभिः पूर्वं पठितं श्न अस् श्नसोः इत्युक्ते श्नम् च अश्च तयोः श्नसोः अल्लोपः नाम अत् लोपः. श्नम् तस्य नकारोत्तरवर्ती अकारस्य लोपः भवति. कदा? कीत्नित् सार्वधातुकप्रत्ययपरे. कीत्नित् सार्वधातुकप्रत्ययपरे श्नम् प्रत्ययस्य अपि च अस् धातोः अकारस्य लोपः इति एकमस्ति. तर्हि रुधादिगणे वस्तुतः किमपि नास्ति, केवलं सूत्रद्वयमेव नूतनम् अस्ति, नसोरल्लोपः, स्नान्नलोपः. तदनन्तरं केवलं सन्धिकार्यमेव अस्ति, व्यञ्जनसन्धि, वयं तत् जानीमः, अतः किमपि नूतनं नास्ति वस्तुतः. अतः स्नसोरल्लोपः अस्माभिः पठितम्. महोदय अनिजित् अस्ति चेत्, इदित् अस्ति चेदपि नकारस्य लोपः भवति खलु अत्र. तत्र सामान्यतः तत्र कित्नित् अनिजितां हल उपदायकिति इत्यनेन लोपः भवति इति अस्ति, अत्र नकारस्य लोपः भवति. अत्र तत्र नास्ति, सर्वत्र भवति इति अस्ति खलु, सर्वत्र भवति. इदिति अस्ति चेदपि भवति इति प्रसङ्गः अस्ति. तदनन्तरं सन्धिकार्यं किमपि नास्ति. अतः इदानीं धातोः रूपनिर्माणं कर्तुं शक्नुमः. अस्तु, तर्हि वस्तुतः यथा मया गतरविवासरे अपि उक्तं, वस्तुतः जनाः चिन्तयन्ति रुधादिगणः बहु क्लिष्टकरः अस्ति, तथा नास्ति, यतोहि सूत्रद्वयमेव भवति. चिन्तयतु, भवादिगणे तु अङ्गकार्यस्य कृते बहूनि सूत्राणि आसन्, परन्तु अत्र तु केवलसूत्रद्वयमेव अस्ति, स्नसोरल्लोपः स्नान्नलोपः, अतः किमपि नास्ति। उदादिगणः वस्तुतः सरलः एव भवति। अस्तु तर्हि इदानीं चकारान्तः धातवः इति वयं कुर्मः। मदर् महोदय आरभतु, चकारान्तः धातवः। एकनिमिष महोदय, चकारान्तदातवः चत्वारः धातवः विचिर् विच् तञ्चु तञ्च् विचिर् रिच् रिचिर् रिचिर् रिच् पृचि पृच् विचिर् विच् धातुः उभयपदी पृथक् भावे पृथक् करोति विलक्षयेते विलक्षयेते इत्युक्ते किं महोदय? विलक्षयेते विच् योगः शं मिदचोन्यात्परः विनच् शं प्रत्ययोजनेन नकार भवति विनच् इति अङ्गं तिङ् प्रत्ययनिमित्तिकम् अङ्गकार्यं पित्सु अङ्गकार्यं नास्ति विनच् योगः ति सन्धिकार्यं विनक्ति सूत्रेण विनक्ति भवति सुनश्चुः इति सूत्रेण चोकुः चोकुः आम् परन्तु शोकुः अत्र प्रयोज्यमः चेत् प्रथमं भवति खलु तत्र सूत्रम् द्वितीयपादे चोकुः प्रथमम् अस्ति खलु चतुर्थपादे अतः चकारस्य ककारः भवति विनक् योगः अति विनक्ति इति भवति विनच् योगः आनि विनचानि इति वर्णमेलम् अपित्सु सरो स्न सोरल्लोपः इत्यनेन शम् इत्यस्य अकारस्य लोपः भवति अतः विनच् योगः तः अकारलोपः विञ्च् योगः तः सन्धिकार्यम् अत्रापि चुः चोः कुः इत्यनेन ककारः भवति ककारः तदनन्तरं मगन् महोदय एव वदति ककारस्य ककारः भवति चोः कुः विनक्ति इति भवति तदनन्तरं विङ्क् योगः तः अस्ति विनक् विस्मृतवती नकारस्य अनुस्वारः नश्य पदान्तस्य जलि इत्यनेन अनुस्वारः भवति तदनन्तरम् अनुस्वारस्य यि परे सवर्णः इति सूत्रेण नकारः भवति विङ्क्तः सन्धिकार्यं विनच् योगः ति चोः कुः इत्यनेन ककारः भवति विनक् योगः ति वर्णमेलनेन विनक्ति इति भवति विञ्च् योगः तः चोः कुः विङ्क् योगः तः नस्य पदान्तस्य जलि अत्रैव अस्ति विङ्क् योगः तः अनुस्वारस्य ई परसवर्णः विङ्क् विङ्क्तः इति भवति. विञ्च् योगः अन्ति नश्य पदान्तस्य जलि इत्यनेन अनुस्वारः भवति. तदनन्तरम् अनुस्वारस्य इ परसवर्णः इत्यनेन विञ्च् योगः अन्ति वर्णमेलनेन विञ्चन्ति इति भवति. विनच् योगः सि चोः अथापि चोः कुः इत्यनेन ककारः भवति. विनक् योगः सि आदेशप्रत्ययोः इत्यनेन सकारः शकारः भवति. विनक् योगः षि विनक् योगः षि वर्णमेल विनक्षि इति भवति. विनक्षि इति भवति. विञ्च् योगः हि हुजल्भ्यो हेदिः इति सूत्रेण अका हि स्थाने दि भवति. विञ्च् योगः दि चोः कुः इत्यनेन ककारः विङ्क् योगः दि न च पदान्तस्य जलि इत्यनेन अनुस्वारः नकारः अनुस्वारः भवति. विङ्क् योगः दि जलां जश जश् जशि इत्यनेन ककारः ककारः भवति. विङ्क् योगः दि अनुस्वारस्य इ परसवर्णः इत्यनेन विङ् नकारः भवति. विङ् योगः दि वर्णमेलन विङ् दि आहत्य अत्र कार्यं कीदृशमिति चेत् अपि अपिति प्रत्यये परे सोरल् लोपः नश्य पदान्तस्य जलि अनुस्वारस्य इ परसवर्णः इति सूत्रसमूहः. जलि परे चोः कुः अनेन कार्यं चतुर्विधम् पिति जलि चोः कुः पिति अजलि न किमपि अपिति जलि सूत्रसमूहः योः चोः कुः अपिति अजलि सूत्रसमूहः. अस्य एतादृशं पठनस्य आवश्यकता नास्ति. केवलं सूत्राणि जानीमः चेत् क्लेशः न भवति. नाम चतुर्विधं कार्यं चोः कुः न किमपि सूत्रसमूह प्लस् चोः कुः तत्सर्वमस्ति. तस्य रटनस्य आवश्यकता नास्ति. यतोहि केवलं सन्धिसूत्राणि वयं जानीमः चेत् सर्वं भवति. अस्तु, इदानीं रूपाणि कुर्मः. मीना महोदय करोतु परस्मैपदी लट् विञ्च् विच् विच् धातु. अङ्गं किम् अस्ति प्रथमम्? विच् योगः श्नप् किं भवति? विञ्च् भवति. विञ्च् न श्नम् मध्ये किम् अवशिष्यते? विनच् विनच् भवति. पप विनच् आगच्छति. तदा विनच्ति विनक्ति. विनच् योगः ति किं भवति करोतु. विनच् विनच् योगः विनच् योगः ति विनच् अङ्गं ति चोकुः इति सूत्रेण विनक्ति. चोकुः विनक्ति विञ्च् विनच् तः तत्र सूत्रेण अपि अस्ति. तस्मात् अकारः अकारः लोपः श्नशोर अल्लोपः श्नशोर अल्लोपः इत्युक्ते विञ्च् विञ्च् तः तदनन्तरं विञ्च् तः चोक्कुः विङ्क् विङ्क् तः नश्चापदार्थस्य जलि अनुस्वारः भवति. विङ्क्तः अनुस्वारेयि परस्सवर्णः विङ्क् विङ्क् विङ्क्तः. अत्र वर्णः यत् भवति कस्य कस्य वर्गस्य अस्ति वर्णः? ककारस्य नकारः नाम कवर्गस्य खलु? कवर्गः कवर्गीय कवर्गस्य पञ्चमवर्णः खलु अथवा चवर्गस्य कवर्गस्य ककारस्य नकारः भवति. सम्यक्. तर्हि विङ्क्तः सो विङ्क् विनक्ति विङ्क्तः समानमेव विङ्क्त तीतः अन्ति अन्ति तत्र विनच् विन विञ्च् विञ्च् अन्ति पित् नास्ति तस्मात् श्नशोरल्लोपहरिसूत्रेण विञ्च् विञ्च् अन्ति नश्चापदान्तस्य जलि इति सूत्रेण अनुस्वारः भवति अनुस्वारः विञ्च् अन्ति अनुस्वारस्य ययि परसवर्णचकारस्य पञ्चमवर्णः ञकारः भवति विञ्चन्ति विञ्चन्ति चकारस्य पञ्चमवर्णः ञकारः तदस्ति सत्यं परन्तु आरम्भे चकारस्य यथा विङ्क्तः मध्ये ककारः भवति खलु चकारस्य चोहोकुः अत्र चोहोकुः न भवति वा तत् चोकुः इति सूत्रस्य अनुवृत्तिः किम् अनुवृत्ति हा नाम चोहोकुः सूत्रस्य निमित्तं किम् निमित्तं न जानामि जलिपदान्ते जलिपदान्ते जलिपदान्ते कथं न जानाति सर्वत्र जलिपदान्ते जलिपदान्ते जलिपदान्ते कतिवारम् अस्माभिः उक्तं जलिपदान्ते जलिपदान्ते तर्हि अत्र निमित्तम् अस्ति न वा नाम भवत्याः चकारस्य स्थाने ककारः किमर्थं न कृतं चोहोकुः भवत्या सूत्रस्य कार्यं न कृतं खलु किमर्थं न कृतम् विङ्क्तः मध्ये चकारस्य ककारः कृतं भवत्या विङ्क्तः कृतम् अत्र किमर्थं न कृतं तथा अस्ति चेत् अत्र अस्ति चोकुः भवति यत्र अस्तु विञ्च् विञ्चितः विङ्क्तः भवति तत्र तदस्ति अहम् अन्तिकृते बहुवचने विञ्च् अन्तिकृते अन्तिकृते अन्तिकृते जलिपरे अकारः अजन्तमस्ति अजन्तं न अजादि अकारः अजादि अजादि भवति अजादि भवति झल् प्रत्याहारे नास्ति खलु झलिप झलिप झलि नास्ति अकारः झल् नास्ति झलि नास्ति तदेव वक्तव्यं सोरि झलि नास्ति झलि नास्ति अकारः अतः चोहको कार्यं न करोति अतः विञ्चन्ति अवगच्छति खलु इदानीम् अवगच्छामि किमर्थं चोकुः न भवति विञ्च् योगः अन्ति इति कारणः कारणमस्ति जलि नास्ति अन्ति अदादि भवति अकारः जलि नास्ति एव अग्रे विनच् सि अत्र जल् अस्ति विनक् चोकुः भवति जल् अस्ति सकारः विनक् सि देन् आदेशप्रत्ययोदिशने विनक्षि विनक्षि अत्र न भवति वा अकारस्य लोपः न भवति वा विञ्च् न भवति वा श्मशु पित् नास्ति किं पित् नास्ति पित् नास्ति पित् नास्ति अपित् भवति ओ पित् अस्ति तत्र सित् सित् सीतः अस्ति सीतः सिप् पित् अस्ति तत्र कार्यं भवति स्वरलोपः अथवा न भवति विञ्चसि भवितव्यं किल पित् अस्ति अथवा अपित् अस्ति तस्मादेव मम प्रश्नस्य उत्तरं ददातु भो पित् सिप् प्रत्ययः पित् अस्ति वा अपित् अस्ति वा सि पित् पित् अस्ति पित् अस्ति चेत् श्नसोरल्लोपः कार्यं करोति न वा श्नसोरल्लोपः कार्यं न करोति श्नसोरल्लोप कृते प्रसक् निमित्तं किम् श्नसोरल्लोपः कृते ज्ञिति परे किल कित्नित् प्रत्यये परे कित्नित् प्रत्यये परे कित्नित् नास्ति तस्मात् श्नसोरलोप विनच् सि विञ्च् सि न भवति विनच् सि एव तिष्ठति परन्तु जल् परे अस्ति तस्मात् चोक्कुः भवति विनक् सि भवति तदनन्तरम् आदेशप्रत्ययः इति सूत्रेण विनक्षि भवति अस्तु अग्रे अग्रे तीतः अन्ति सि तः तः समानमेव विञ्च् विञ्च् थः चोक्कुः विङ्क् थः विङ्क् विङ्क् विङ्क्थः विङ्क्थः समानमेव किं रूपं विङ्क्थः अस्तु सीतः तिप्तश्चि सिप्तस्थ समानमेव किं समानमस्ति चेत् रूपं वदतु विङ्क् विनक् विनक्ति विङ्क्तः विञ्जन्ति विनक्षि विङ्क्तः विङ्क्त मिप् विनच् विनच् मि तत्र पित् अस्ति तस्मात् सन्तोरलोपः न भवति विनक् मि विनच् मि चोकुः विनक् मि विनक् मि एव चोकुः अत्र कार्यं करोति वा करोति किल किमर्थं करोति चोकुः जलि जल् मि अस्ति झबञ्ज् जल् न जलि नास्ति मकारः जलि नास्ति वा मकारः झबञ्ज् गरदश् झबगरदश् कप चतव कप जल् नास्ति अस्तु तर्हि तर्हि जल् नास्ति चेत् श्नशोरलोपः न भवति ऐ एम् गेटिङ्ग् कन्फ्यूस् महोदय मम मस्तके सूत्रं नास्ति चोहोकुः अस्ति खलु चोहोकुः सूत्रस्य प्रसक्तिः किं निमित्तं जलि परे तर्हि मकारः झलि अस्ति वा न तर्हि चोहोकुः कार्यं करोति वा न करोति विनच्मि विनच्मि वा विनच्मि वा विनच्मि विनच्मि विनक्मि न भवति विनच्मि विनच्मि चकारः एव मि वह मह विनच् वह तत्रापि वकारः जल् नास्ति विनक् विनक् वह वा विनच् वः विनच्मः अस्तु वा विनच् विनच्व विनच्मि विनच्वः विनच्मः सत्यं सत्यं वा पुनः करोतु विनक् जानामि वः कृति वः करोतु विनच्मि वः पित् नास्ति विञ्च्वः विञ्च्मः किं विनच् तत्र श्नशोरल्लोपः भवति किल कार्यं करोतु विनच्मि विञ्च्वः विञ्च्मः सत्यं वा विञ्च्वः अग्रे उत्तमपुरुष विञ्च्मः विञ्च्मः अत्र विञ्च् विञ्च्वः विञ्च्मः मध्ये नकारस्य स्थाने अत्र अनुस्वारस्य स्थाने कः वर्णः भवति नकारः एव नकारः एव भवति वा अनुस्वारः अनुस्वारः अनुस्वारः अनुस्वारः एव तिष्ठति खलु वा आम् अनुस्वारस्य स्थाने किमपि न भवति वा अनुस्वारस्य यै विञ्च्वः मध्ये यः ञ नकारस्य ध्वनिः आगच्छति तत् कस्य ध्वनिः अस्ति अनुस्वारः ञकारः चकारस्य पञ्चमवर्णः अस्ति वा विञ्च्वः अनुस्वारस्य यै परसवर्णः एतत् सर्वं तु महोदय सरलं सन्धिकार्यमेव अस्ति खलु किमर्थं किमर्थमिति सर्वं विस्मृतं महोदय न न एतत् परन्तु सन्धिकार्ये अपि एतत्तु बहु सरलसन्धिकार्यमस्ति खलु अनुस्वारस्य ए परसवर्णः तदनन्तरम् अनु नष्टपाझलि इति सर्वं तु अस्माभिः बहुवारं पठितम् अत्र सन्धिकार्यात् पूर्वमपि अस्माभिः पठितं खलु तत्तु नाम तत्तु चुहुकुः अस्तु अहं अवगन्तुं शक्नोमि परन्तु एतत्तु सम्यक् अस्ति खलु श्रूयते वा महोदय ध्वनिः किमपि इदानीम् अवगच्छति खलु महोदय नाम गणे रुधादिगणे किमपि नास्ति केवलं सन्धिकार्यमेव अस्ति वस्तुतः अतः सन्धिकार्यं सन्धिकार्यम् अस्माभिः पुनः पुनः अभ्यासं करोतु परन्तु सन्धिकार्यं जानाति चेत् रुधादिगणे कार्यं कर्तुं शक्नोति केवलं किमपि नास्ति बहु तदेव अहं वदामि पुनः पुनः रुधादिगणः वस्तुतः सरलगणः अस्ति अस्तु अग्रे इदानीं कः अस्ति विजया महोदय नमस्कारः लोट् नमस्ते परस्मैपदी लोट् परस्मैपदी लोट् अत्र विच्छि इति धातु खलु विच्छिच् धातु इदानीं तत्र विच् इति धातुः अस्ति अत्र किमस्ति तूतात् ताम् अन्तु अनन्तरं चीतात् तन्त आणि आव आम इति अस्ति अत्र विच् इति धातुः अनन्तरं तत् किमस्ति रुदादिभ्य श्नम् इत्यनेन नकारः आगच्छति खलु महोदय विनच् इति विनच् इति रूपम् अत्र विनच् इति रूपं विनच् चकारस्य स्थाने चकारस्य स्थाने तत्र प्रत्ययः अस्ति इदानीं विञ्च् विञ्च् इति भवति खलु प्रत्ययं प्रत्ययं प्रत्ययम् अत्र तु तात् इति अस्ति तु इति पित् अस्ति तु इति पित् अस्ति अतः तत्र अत्र किमस्ति तत्र विनच् इति भवति खलु महोदय विनच् इति भवति तु इति भवति अनन्तरं तत्र चकारस्य स्थाने चोहो कुः इत्यनेन विनक् इति भवति अनन्तरं तत्र किमपि कार्यं नास्ति विनक्तु एव भवति तु विनक्तु तावदेव अनन्तरं तात् इति अस्ति तत्र तादृशमेव विनक् अस्ति तात् इति अस्ति परन्तु तत्र प्रथमं नच्यपदान्तस्य जलि इत्यनेन विनक् तत्र अन्तिमवर्णः भवति एकनिमेषः एकनिमेषः विनक्तु इति अस्ति खलु आम् आम् इदानीं तात् अस्ति इदानीं तात् अस्ति वा अपि अस्ति तात् अपि तस्ति खलु अतः प्रथमकार्यं किम् अतः तत्र प्रथमकार्यं अङ्गकार्यं भवेत् अङ्गकार्यम् अकारस्य अपित् अस्ति खलु तत्र अपित् अस्ति अतः सार्वधातुकम् अपित् अस्ति अतः तत्र ससोरल्लोपः तत्र नकारस्य उत्तरवर्ति आकारः लोपः भवति अतः तत्र विङ्क् इति भवति विङ्क् योगः तात् इदानीं नच्यपदान्तस्य जलि इत्यनेन अनुस्वारः भूत्वा अनन्तरम् अनुस्वारस्य ययीपरसवर्णः इत्यनेन तत्र ककारस्य अन्तिमवर्णः भवति अतः तत्र विङ्क्तात् इति भवति अनन्तरं तत्र विङ्क्तात् विनक्तु इति भवति इदानीं ताम् अस्ति तादृशमेव भवति ताम् इति तत्र पूर्वं मया उक्तं खलु तत्र विनच् इति भवति अनन्तरं स्नसोरल्लोपः इत्यनेन नकार उत्तरवर्ती अकारः लोपः भवति विञ्च् एव भवति इदानीं चोककुः इत्यनेन विन चोककुः इत्यनेन विङ्क् इति भवति पूर्वमेव दृष्टवन्तः इदानीमपि नच्यपदान्तस्य जलि इत्यनेन अनुस्वारः भूत्वा अनन्तरम् अनुस्वारस्य ययीपरसवर्णः इति ककारस्य अन्तिमवर्णः भूत्वा विङ्क्ताम् इति भवति यथा विङ्क्ता तथैव विङ्क्ताम् आम् आम् इदानीं तादृशमेव अस्ति विनच् इति भवति अनन्तरं स्नसोरल्लोपः अनन्तरं तत्रापि नच्यपदान्तस्य जलि इति कार्यं करोति अनन्तरं चकारस्य पञ्चमवर्णः एत पञ्चमवर्णः एतत् न मा करोतु विनच् अस्ति प्रथमं तदनन्तरं प्रथमकार्यं किं क्रमेण वदतु स्नसोरल्लोपः इति मया उक्तं खलु तत्र नकारस्य अकार उत्तरवर्ति तत्र अकारः लोपः भवति इन् एव तिष्ठति विञ्च् योगः अन्तु इति भवति इदानीं तत्र अजादि अपित् अस्ति अतः तत्र जलि नास्ति अतः चोः कुः कार्यं न भवति इदानीमेव भवता उक्तम् एतत् विषये इदानीं नकारस्य स्थाने नच्यपदान्तस्य जलि इत्यनेन अनुस्वारः भूत्वा अनुस्वारस्य ययीपरसवर्णः इत्यनेन चकारस्य अन्तिमवर्णः ञकारः भूत्वा विञ्चन्तु इति वर्णमेलनमेव अन्तु इति विञ्चन्तु इदानीं पञ्चमवर्णः अस्ति चवर्गस्य आमामां चवर्गस्य पञ्चमवर्णः तादृशमेव अस्ति विनच् इति अनन्तरं विञ्च् इति भवति इदानीं रूपं द्वयं भवति हि स्थाने दि भवति हू जल् बि हेर् दि इत्यनेन हि स्थाने चतुर्थ दकारः भवति अतः तत्र विङ्क् इति भवति दि योगः विङ्क् लोपः इत्यनेन विञ्च् भवति तदनन्तरं किं चोहोकु किञ्च न न प्रथमं हू जल् बि हेर् दि इत्यनेन हि स्थाने दि भवति अनन्तरमेव चोः कुः इति भवति अनन्तरं श्नसोरल्लोपः खलु श्नसोरल्लोपः इत्यनेन अकारस्य लोपः भवति विन्त् विङ्क् इति भवति चोः कुः इत्यनेन पूर्वमेव वयं दृष्टवन्तः इदानीं विङ् पूजल्बि हेदि इति दि तिष्ठति अत्र अनन्तरं तत् स्थाने अपि नचपदान्तस्य जलि अनन्तरम् अनुस्वारस्य यै परसवनः भूत्वा विङ् दि इति भवति विङ्क्तात् इति भवति विङ्क्तात् हि स्थाने दि भवति इदानीं तत्र किं भवति तत्र नश्चापदान्तस्य झलि इत्यनेन अनुस्वारः भवति वि अनुस्वारः क धि अग्रे का स्थाने तत्र परिवर्तनं भवति केन सूत्रेण तत्र विङ्क् दि तत्र चतुर्थ न तत्र ककारस्य स्थाने तृतीयवर्णः भवति खलु जलां जशोन्ते इत्यनेन वा जलां जशोन्ते पदान्त अस्ति वा न जल् जश् किं सूत्रमत्र जलां जश् जशि इत्यनेन किम् किं सूत्रं नूतनसूत्रं भवती करोति वा जलां चि जलां जश् जशि जलां जश् जशि न कार्यं अत्र प्रथमवर्णस्य स्थाने तृतीयवर्णः आगच्छति खलु तर्हि किं भवति विङ्दि इति भवति इदानीम् अनुस्वारस्थाने इदानीमपि कार्यमस्ति अत्र गकारः अस्ति तत्र अन्तिमवर्णः अपि भवति अतः तत्र विङ्दि इति भवति विङ्दि अन्तिमवर्णः भूत्वा ककारस्य अन्तिम समीचीनं खलु पञ्चमवर्णः आम् अनन्तरं पूर्वमेव दृष्टवन्तः विङ्क्तात् इति तावदेव अत्र मध्यमपुरुषे एकवचनम् अनन्तरं तं योजनने विङ्क्तं ता योजनने विङ्क्त इदानीम् आणि अस्ति आणि गुणकार्यं भवति अत्र गुणकार्यं भवति नाम अत्र अपित् अस्ति खलु किमर्थम् अत्र अपित् आनिपित् अस्ति अपित् अस्ति आणि आमाम् न किम् आणि पित् एव अस्ति आद् पित् एव पित् अस्ति पित् अस्ति खलु तर्हि अग्रे किम् विनच् इति अस्ति रूपं विनच् योगः आणि विनच् आणि तावदेव अत्र श्नसोरलोपः न भवति वा आनि अस्ति खलु अतः प्रत्ययम् आनि अस्ति अतः जल् प्रत्यहारे एतत् न सन्ति अतः वर्णमेलनमेव विनच्योगः आनि मध्ये मम अहं किं पृच्छामि विञ्च् न भवति वा श्नसोरल्लोपः कार्यं न करोति वा इदानीमेव मया उक्तं खलु तत्र आणि इति प्रत्ययम् अस्ति आणि जल् प्रत्यहारे नास्ति, अतः तत्र नसोरल्लोपः न नसोरल्लोपः कार्यमस्ति एव, कार्यमस्ति एव, अतः एव नकारः नकारः तावदेव नसोरल्लोपः इत्यनेन जल् प्रत्यहारे अस्ति चेत् एव नसोरल्लोपः किं इदानीमेव मया दृष्टं नसोरल्लोपः इति नास्ति खलु, कित्नित् नास्ति, कित्नित् अस्ति, झल् किमपि नास्ति अत्र, आमामामां कित्नित् नास्ति, अतः किमपि कार्यं नास्ति, अतः विनचानि एव। तदनन्तरं प्रश्नः आगच्छति, चकारस्य स्थाने ककारः किमर्थं न भवति, तस्य उत्तरमस्ति झलि नास्ति इति, भवती सूत्रद्वयं मेलयति। अस्तु महोदय, अनन्तरम् आनि वयं ज्ञातवन्तः एव, इदानीं विनचाव विनचाम एव, विनचानि विनचाव विनचाम तावदेव खलु महोदय, सत्यं। तर्हि विङ्क्तु विङ्क्ता विनक्तु विङ्क्तात् विङ्क्तां विञ्चन्तु विङ्धि विङ्क्तात् विङ्क्तं विङ्क्त विनचानि विनचाव विनचाम। अस्तु रघुपतिमहोदय लङ् अस्तु महोदय, तूतामन् सुतन्त अं वामः इति अस्ति, तत्र अडागमः भवति लुङ् लङ् लुङ्षु अट् उदात्तः इत्यनेन, अविनच् इति अपित् प्रत्ययानां कृते, अविञ्च् इति अपित् प्रत्ययानां कृते, अभित् प्रत्ययेन अविञ्च् इति स्नसोरल्लोपः इत्यनेन तत्र अविञ्च् इति भवति, अकारस्य लोपः भवति, नकारोत्तरवस्ति इति अस्ति, इदन् अविनच् यगत् इति अस्ति, अविनच् यगत् इति अङ्गम् अविनच् इति, तत्र हल्गव्यो दीर्घसूतिशप्तं फलित्यनेन तकारस्य लोपः भवति, अविनच् इति अस्ति, चोः कुः इत्यनेन पदान्ते तस्य चकारस्य ककारः भवति अविनक्, इदानीम् अविनक् अनन्तरं तत्र वापदान्ते वापदान्तस्य वाग् इति क्षम्यतां जलान् दशन्ते इत्यनेन अविनग् इति अविनग् अविनग् अनन् अविनक् इत्यस्य अविनक् जलान् दशन्ति इत्यनेन अविनग् इति भवति अविनग् अविनग् अपि च अनन्तरम् अविनक् पुनः भवति तत्र किमस्ति तत्र अन्तिमस्ति वावसान् इत्यनेन तत्र अविनक् अविनग् अविनग् अविनक् इति इदानीं तत्र तामित् अपि अस्ति तर्हि अविञ्च् इति भवति अविञ्च् इति अविञ्च् योगतां तत्र अविञ्च् योगताम् इति तत्र चोहुकु इत्यनेन अविङ्क् योगताम् अनन्तरम् अनुस्व अविञ्च् इत्यस्मिन् तत्र नश्चापदान् तस्य झलि तत्रेण तत्र अनुस्वारः अनुस्वारे एयि परस्वारः अविङ् अविङ्क्ताम् इति अविञ्चिता अविङ् क्षम्यताम् अविङ्क्ताम् इति भवति अविङ्क्ताम् इति अस्ति विञ्च् अविञ्च् योग अन् अविञ्चन् इति भवति अविञ्चन् इति तत्र किमपि नास्ति अविनक् अविनक् अविनच् योगस् इति अस्ति तत्र सकारस्य लोपः हल्व्याभ्यो दीर्घसूतिशब्दं फलित्वेन अविनच् चोः कुः इत्यनेन चकारस्य ककार अविनक् जलाञ्जसन्दिन अविनग् भावसानित्यनेन अविनक् इति अविनक् अविनग् अविनक् इति तदा अविञ्च् इति तत्र अङ्गमस्ति अपित् अस्ति इति कृत्वा तत्र श्नसोरल्लोपः इत्यनेन तत्र नकारोत्तरवर्ति अकारस्य लोपः भवति अविञ्च् इति अविञ्च् योगतं चोहुकु इत्यनेन अविङ्क् योगतं तत्र नकारस्य अनुस्वारः अनुस्वारस्य परसवस्त्यनेन तत्र चकार चवर्गीय पञ्चमवर्णः अविञ्च्तम् अविञ्च्तम् इति अविञ्च्त तथैव अविनच् योग अम् इति तत्र अविनच् इति एव अङ्गं भवति ससोरलोप इति कार्यं न करोति तर्हि अविनच् योग अम् अविनचम् इति भवति अविनचं तत्र अविञ्च् तत्र अविञ्च् इति अङ्गमस्ति, किमर्थं वाम इति एतौ द्वौ अपि अपित् तस्मसौरलोपः इत्यनेन तत्र अकारसलोप अविञ्च् अविञ्च् योगः वा इत्यतः चोः कुः इति कार्यं न करोति, किमर्थं झरि नास्ति अतः अविञ्च् वा अविञ्च् मा, तर्हि अविनक् अविनग् अविञ्च् अविन्ताम् अविञ्चन् इति अविनग् अविनक् अविञ्च् अविञ् अविङ्क्तम् अविङ्क्त अविन अविनच् अविनचम् अविञ्च् वा अविञ्च् मा. सत्यम् उत्तमं. तर्हि अविनक् अथवा अविनक् अविङ्क्ताम् अविञ्चन् तदनन्तरम् अविनक् अथवा अविनग् अविङ्क्तम् अविङ्क्त अविनचम् अविञ्च्व अविञ्च्म खलु. आम् विधिलिङ्गि तु किमस्ति, यात् अस्ति सर्वत्र अपित् अस्ति अतः सर्वत्र नसोरल्लोपः भवति, विञ्च् भवति, अनन्तरं वर्णमेलनं विञ्च्यात् तत्र नष्टपादचलि अनुस्वारस्य एपवरसवर्णेन इति सूत्रेण चवर्गस्य पञ्चमवर्णः विञ्च्यात् विञ्च्याताम् विञ्च्युः विञ्च्याः विञ्च्यातम् विञ्च्यात विञ्च्याम् विञ्च्याव विञ्च्याम इति. अस्तु, इदानीम् आत्मनेपदम् इदानीम् मलर अस्ति यद् मलर महोदय आत्मनेपदे लट् आम् महोदय विञ्च् योगः ते अस्ति अपित् अस्ति ते अतः विनच् योगः ते अस्ति अपित् अतः स्ना सोरल्लोपः इत्यनेन अकारस्य लोपः भवति विञ्च् योगः ते इदानीं विञ्च् योगः ते चुः कुः इत्यनेन ककारः भवति विङ्च् विङ्क् योगः ते नचपदन्तस्य जलि इत्यनेन अनुस्वारः अनुस्वारः भवति विङ्क्ते तदनन्तरम् अनुस्वारस्य इ परसवर्ण इत्यनेन विङ्क्ते इङ् भवति विङ्क्ते तद् विङ्क्ते विञ्च् योगः आते अस्ति तत्रापि अकारस्य लोपः अपि तस्य अतः अकारस्य लोपः भवति ससोरल्लोपः इति सूत्रेण विञ्च् योगः आते अस्ति इदानीम् अजादि अजादि अस्ति अतः नच्च पदान्तस्य जलि इत्यनेनैव अनुस्वार भवति विञ्चाते विञ्चाते अनुस्वारस्य स्थाने शका ञकारः भवति विञ्चाते इति भवति विञ्चाते विञ्चाते विञ्चाते अत्रापि विञ्चते विञ्च् विनच् योगः से अस्ति विनस् योगः से अपित् अतः स्नसोरल्लोपः इत्यनेन विञ्च् योगः से विञ्च् योगः से चोः कुः इत्यनेन ककारः भवति विङ्क् योगः से आदेशप्रत्ययोः इत्यनेन से से शकारः भवति तदनन्तरमेव नशापदान्तस्य जलि भवति वा महोदय प्रक्रिया षे आं षे विङ्क्षे आदेशप्रत्ययोः इति सूत्रेण तदनन्तरं नचापदान्तस्य जलि अनुस्वारः प्रथमं नश्चपदान्तरि तदनन्तरम् आदेशप्रत्ययः खलु प्रायः तथैव आमाम् आं महोदय प्रथमं विञ्च् योगः विङ्क् योगः से अस्ति नश्यपदान्तस्य जलि इत्यनेन अनुस्वा अनुस्वारः भवति पूर्वं किमस्ति महोदय 7324 नश्यपदान्तजलि इति तत्र आदेशपदं 73 वा 83 A3 A3 A3 24 अस्ति, पूर्वमेव अस्ति, पूर्वमस्ति आदेशपद्यं प्रथमं नश्यपदान्तस्य जलि तदनन्तरम् आदेशप्रत्ययः आदेशप्रत्ययोः तदनन्तरम् अनुस्वारस्य ई परसवर्ण इति सूत्रेण विङ्क्षे विङ्क्षे विञ्च् विञ्चोगः आद्य अस्ति आते इदानीं नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः तदनन्तरम् अनुस्वारस्य ई परसवर्ण इत्यनेन ङकारः तदनन्तरं वर्णमेलं विङ् विङ् विंशाते विंशाते सम्यक् वा विंशाते विञ्च् योगः द्वे विञ्च् योगः द्वे धकारः चोः कुः इत्यनेन ककारः भवति विङ्क् योगः द्वे अस्ति विङ्क् योगः द्वे तदनन्तरं नश्यपदान्तस्य जलि वा आं नश्यपदान्तस्य जलि इत्यनेन स्वारः विङ् विङ् योगः द्वे द्वे जलां जलां जश् जशि इति अनेन विङ् गकारः भवति विङ् योगः द्वे तदनन्तरम् अनुस्वारस्य यै परसवर्ण इति सूत्रेण ङकारः भवति विङ् द्वे विङ् द्वे विञ्च् योगः ये अस्ति विञ्च् योगः ये अस्ति इदानीं अजादि अस्ति अतः नच्चपदान्तस्य जलि अनुस्वारस्य ई परसवर्ण इति सूत्रेण विङ् विङ्क्षे विङ्क्षै विञ्चै विञ्चे विञ्चे विञ्चे विञ्चे विञ्चे आम् आम् विञ्चे विञ्च् योगः बाह्ये अस्ति विञ्च् योगः बाह्ये विञ्च् विञ्च् वहे विञ्च् वहे नश्यपदान्तस्य जलि तत् तदनन्तरम् अनुस्वारस्य परसवन इति सूत्रेण विञ्च् विञ्च् वहे विञ्च् वहे विञ्च् महे अस्तु तर्हि विङ्क्ते विञ्चाते विञ्चते विङ्क्ते विङ्क्षे विञ्चाते विङ्क्ध्वे विञ्चे विञ्च्वहे विञ्च्महे किमपि न श्रूयते महोदय श्रूयते वा आं श्रूयते श्रूयते वा श्रूयते न न श्रूयते श्रूयते न श्रूयते किमपि न उक्तम् अतः महोदय अस्ति वा आम् किमपि किं न श्रूयते वा हा कस्य क्रम न श्रूयते किं न श्रूयते हलो कस्य क्रम श्रूयते श्रूयते तत्र किमपि न उक्तं खलु भवान् चिन्तितवन्तः मीना महोदय इदानीं लोट् वा आत्मनेपदं लोट् वा लोट् ता माता मतां स्व आथां द्वम् ऐ आवहे आमहे के विनच् तां प्रथमं तीक्ष्णं भवति. तदनन्तरं श्नशोरल्लोपः अपि अस्ति, तस्मात् विञ्च् विञ्च् ताम् चोक्कुः विङ्क् विङ्क् ताम् नश्चापदार्थस्य जलि अनुस्वार भवति विङ्क् ताम् अनुस्वारदेयी परस्वर्णः ककारस्य पञ्चमवर्णः नकारः भवति विङ्क् विङ्क् ताम् विङ्क् ताम्. तदनन्तरं विञ्च् विनच् आताम् श्नशोरलोपः विञ्च् आताम् नश्चापदान्तस्य जले अनुस्वारः विञ्च् आताम् अनुस्वारस्य ई परसं चकारस्य पञ्चमवर्णे ञकारः भवति विञ्जाताम्. तदनन्तरं त आताम् अताम् विनच् अताम् श्नशोरल्लोपः विञ्च् अताम् समानं दशापदार्थशरि विञ्च् अताम् अनुस्वारशरी परः विञ्चताम्. तदनन्तरं स्व स्व अतां स्व अतां द्वं स्व विनच् स्व श्नशोरल्लोपः विञ्च् स्व चोक्कुः कित् अस्ति तस्मात् विङ्क् स्व तत्र तत्र श्व भवति आदेशप्रत्ययोः विङ्क् श्व. तदनन्तरं नश्चापदार्थस्य जरि विङ्क् श्व अनुसारे यै प्रसन्न नकारः भवति विङ्क्ष्व. विञ्चातां समान समानमेव विञ्चातां विञ्चातां विञ्च द्वं विञ्च् विनच् द्वं विञ्च् श्रशोरलोपः विञ्च् द्वं विङ्क् विञ्च् द्वं विञ्च् द्वम् ओके विङ्क् चोक्कुः विङ्क् विङ्क् विङ्क् द्वं चोक्कुः दश्चापदान्तस्य जलि विङ्क् द्वं धकारः अस्ति तस्मात् ककारस्य तृतीय चतुर्थवर्णः अस्ति वा न तृतीयवर्णः विङ्क् विङ्क् जलां जश् जशि इति सूत्रेण ककारस्य गकारः भवति तृतीयगकारः विङ्क् द्वम् अनुस्वारस्य ययि परसवः गकारस्य ङकारः भवति विङ्क् द्वम् ङकारः भवति विङ्क् द्वं कुत्र अस्मि अत्र विङ्क्ष विङ्क् जातं विङ् विङ्क् द्वं तन् विनच् विनच् त्र विनच् ऐ वा विनच् विनच् ऐ विनच् एव किं विनच् किं पुनः वदतु विनच् विनच् ऐ आवहयामहे किल विनच् विनच् ऐ विनच् ऐ एव अत्र न भवति वा श्नसोरल्लोपः अत्र पित् अस्ति तत्र श्नशोरल्लोप विनच् एव भवति विनच् ऐ वर्णमेलनमेव वा विनचै साधु वा विनचै अग्रे साधु अस्ति विनचै विनच् विनच् आवहै विनचावहै विनचामहे सत्यं विङ्क्तां विञ्चातां विञ्चतं विञ्चतां विङ्क्ष्व विञ्चातां विङ्ध्वं विनचै विनचावहै विनचामहे सत्यम् अग्रे विजया महोदय लङ् महोदय आं महोदय लङ् अत्र विञ्च् इति रूपं निष्पन्नम् अत्र विञ्च् अनन्तरं सर्वत्र लुङ् लङ् लृङ्क्षु अडुदातः इत्यनेन सर्वत्र आडागमः भवति इदानीम् अविञ्च् इति भवति तत्र ता लङ् खलु तत्र ता आताम् अत ताः अथ आत्थां द्वम् ई वहिमहि इति अस्ति ता अत्र तत्र चोः कुः इत्यनेन चकारस्य स्थाने कुत्वं भूत्वा अविन्त् इति भवति अनन्तरं ता योजने न ता ता अस्ति अनन्तरं तत्र तादृशमेव नच पदान्तस्य जलि इत्यनेन अनुस्वारः भवति अनन्तरम् अनुस्वारस्य एपरसवर्णः इत्यनेन अन्तिमवर्णः भूत्वा इङ् इति अव भवति अविङ्क्त इति भवति तकार अविङ्क्त अनन्तरं तत्र अविञ्च् इति भवति अत्र तत्र आताम् इति अस्ति अतः तत्र अपित् अस्ति अविञ्च् इति भवति आतां योजने तत्र अपि नशपदान्तस्य जले अनुस्वारस्य एयिपरसवर्णः इत्यनेन अविञ्छाताम् इति भवति अनन्तरम् अविञ्छत इति भवति अत योजनेन अनन्तरं मध्यमपुरुष एकवचनं ताः इति अस्ति अविङ्क्ति इति पूर्वमेव वयं दृष्टवन्तः अविङ्क् चोककुः इत्यनेन अनन्तरं ताः इति अस्ति तत्र अपि नचपदान्तस्य जले अनुस्वारस्य एयिपरसवर्णः इत्यनेन अन्तिम ककारस्य अन्तिमवर्णः भूत्वा अविङ्क्ताः इति भवति अनन्तरं पूर्वमेव वयं दृष्टवन्तः तत्र अविञ्च् इति अस्ति नचपदान्तस्य जलि इत्यनेन अनन्तरम् अनुस्वारस्य एयिपरसवर्णः तां योजनेन अविञ्चताम् इति भवति अविञ्चाताम् इति भवति अनन्तरं तत्र नूतनसूत्रं तत्र ककारस्य स्थाने जलां जशि इत्यनेन तत्र प्रथमवर्णस्य स्थाने तृतीयवर्णः भूत्वा प्रथमवर्णस्य तृतीयवर्णः भवति अनन्तरं किमस्ति अत्र द्वम् अस्ति तावदेव अनुस्वरस्य एयिपरसवर्णः इत्यनेन प्रथमवर्णस्य तत् वर्णस्य अन्तिमवर्णः भूत्वा द्वं योजनेन अविङ्ध्वम् इति भवति अविङ्ध्वम् अविङ्ध्वम् इति भवति अनन्तरम् इदानीं तत्र अविञ्च् इति भवति तादृशमेव नच पदान्तस्य जलि अनन्तरम् अनुस्वारस्य एयिपरसवर्णः इत्यनेन तत्र अविञ्च् तत्र किम् अस्ति ई अस्ति अतः तत्र अविञ्चि भवति तादृशरूपेण एव तत्र अविञ्च् महि अविञ्च् महि भवति तत्र नशपदान्तस्य जले अनुस्वारस्य एयिपरसवर्णः एतत् भूत्वा तत्र अन्तिमरूपं निष्पन्नम् अत्र अविञ्च् वहि अविञ्च् महि इति तावदेव महोदय उत्तमम् अस्तु तर्हि अविङ्क्त अविञ्चाताम् अविञ्चत अविङ्क्थाः अविञ्चाछाम् अविङ्ध्वम् अविञ्चि अविञ्च्वहि अविञ्च्महि तथैव विधिलिङ्गि अपि सर्वत्र अपित् अस्ति यतः ससुरल्लोपः कार्यं करोति तदनन्तरं वर्णमेलनं विञ्चीत विञ्चीयातां विञ्चीरन् विञ्चीत्थाः विञ्चीयाथां विञ्चीध्वं विञ्चीय विञ्चिवहि विञ्चिमहि तत्र चवर्गस्य पञ्चमवर्णः च छ झजन्य इति अस्ति अस्तु तर्हि विच् धातु समाप्त प्रश्नाः सन्ति वा महोदय अत्र लङ् लकारे प्रथमम् अडागमः भवति तदनन्तरमेव श्नसोरल् लोपः इति कार्यं करोति अङ्गकार्यं करोति वा अडागमः भवति लुङ् लङ् रिङ्क्षु अडुदात् परन्तु अत्र नाम अत्र क्लेशस्य कारणमेव नास्ति पदं समीचीनतया आगन्तम् अनन्तरमेव अत्र क्लेशस्य कारणं नास्ति खलु नाम यदस्ति अकारः प्रथमः अस्ति परन्तु एकस्य किमर्थम् एतत् प्रश्नः पृच्छति न महोदय तदनन्तरमेव अङ्गकार्यमस्ति न स्नसोरल् लोपः इति अङ्गकार्यं करणीयं वा इति किमपि करोतु अडागम अपि अङ्गकार्यं अत्र परन्तु क्लेशः नास्ति खलु अडागमः प्रारम्भे भवति नाम प्रथमे आगच्छति तदनन्तरं स्नसोरल् लोपः तु लोपः इत्यनेन नाम तत्र परस्पर क्लेशः नास्ति खलु धन्यवादः महोदय महोदय अत्र किमर्थं प्रश्नः आगच्छति चेत् तत्र सूत्रसङ्ख्या किञ्चित् किमस्ति तत्र लुङ् लङ् रङ्क्षु अडदातः इति सूत्रं 6471 अनन्तरं तत्र स्नसोरल्लोपः इति 6431 अस्ति अतः मलर् महोदयेन पृष्टं एतत् स्थलभिन्नमस्ति खलु स्थल समानं नास्ति तर्हि क्लेशः एव सा पृच्छति इति आगमन्ये आं सत्यं परन्तु आमां तुल्यबलविरोधः कुत्र भवति समानस्थलं भवति चेदेव खलु अत्र अत्र क्लेशस्य कारणमेव नास्ति नास्ति एव अतः पूर्वं किं पर किम् आं तुल्यबलविरोधस्य किमपि कार्यम् अत्र नास्ति एव नास्ति यतोहि तुल्यबलविरोधः कुत्र अस्ति एकस्मिन् स्थाने खलु प्रक्रिया प्रक्रिया पृच्छामि महोदय प्रथमम् अडागमो तदन् प्रक्रिया अत्र हा करोतु तथैव करोतु परन्तु अत्र चिन्तायाः विषयः नास्ति कथमपि करोतु प्रथमम् अडागमः करोतु प्रथमं स्नसोरल्लोपः करोतु रूपं समानलोपः अस्तु इदानीं प्रश्नः अस्ति वा कस्यापि न महोदय पश्यतु अत्र किमपि नास्ति वा केवलं स्नसोरल्लोपः अपि च सन्धिकार्यं स्नसोरल्लोपः सन्धिकार्यं स्वरल्लोपः सन्धिकार्यम् इति एव अस्ति तथैव अग्रे तञ्च मध्ये तञ्च भवति रिचिर्मध्ये रिच् भवति रिचि मध्ये पृच् भवति इति अत्रापि किमपि नूतनम् अस्ति किमस्ति वस्तुतः समयः नास्ति सप्तमिन तर्हि रघुपतिमहोदय पठतु अग्रे एवमेव तञ्चु अस्तु एकनिमिषं एवमेव तञ्चु इति तञ्च परस्परसङ्कोचने सङ्कुचितः भवति तञ्च इति तत्र तत्र शान्नलोपः न भवति नकारः महोदय अस्तु अस्तु अस्तु तर्हि तञ्चु कृते श्नं प्रत्यये योजनार्थं योजनानन्तरम् अङ्गं किम् एकवारं वदतु तञ्चु तञ्च् तञ्च् इति अस्ति तत्र स्नानलोप प्रथमं श्नं भवति श्नम् इति खलु तनञ्च् इति भवति तनञ्च् इति अनन्तरं तत्र अत्र नकारस्य लोपः भवति स्नसोरल्लो एकवारं स्नसोहल्लोपः खलु स्नानलोपः क्षम्यतां स्नानलोप इत्यनेन तनच् इति भवति तनचिति अङ्गं तनचिति अङ्गं रिचिर् इत्यस्य रिचिर् इति अस्ति रिनच् इति अङ्गं त्रिचि इति अस्ति तत्र प्रिनच् इति अङ्गं तर्हि रिनच् रिनच् प्रिनच् खलु अत्र अत्र सर्वत्र क्रमेण कार्यं भवति रूपाणि भवति परन्तु एकनूतनसूत्रमपि अत्र कार्यं कर्तुं शक्नोति किं तत् सूत्रं रिनच् प्रिनच् मध्ये रिनच् इत्यस्मिन् तत्र अस्तु रिनच् रिणच् अस्ति अस्मिन् तत्र अट्कुप् रिणच् रिणच् इति भवति प्रथमं वस्तुतः व्यवाये अपि इति अस्ति अत्र व्यवाये क्रमेण क्रमेण कुर्मः परन्तु आहत्य अन्तिमे अट्कुप्वाङ् नुमिवायपि इत्यनेन ऋणच् नत्वमपि भवितुं शक्नोति तथैव प्रिनच् मध्ये रि अस्ति, तस्य अपि श्रुतिसमानः अस्ति, रेफस् रेफ् रेफश्रुतिसमानः अस्ति, अतः रिनच् भवति, रिनच् णो. परन्तु प्रथमं मा करोतु खलु, अनन्तरं चतुर्थे पादे अस्ति इति कृत्वा प्रथमं करोतु नाम अत्र श्वसोरल्लोपः भवति, तत्र रिञ्च् भवति, तत्र नकारः एव. तदनन्तरं नकारस्य नश्चपलपि शलि भवति रिञ्च्. तदनन्तरम् अट्कुप्पां तस्य प्रसक्तिः एव नास्ति, यतोहि किं नकारः नास्ति खलु. मा करोतु न, अपित् प्रत्ययपरे न भवति, अपित् प्रत्ययपरे न भवति, यतोहि तत्र अनुस्वारः भवति. परन्तु यत्र अपित् नास्ति, यथा रिनच् योगः ति, किं भवति नकारस्य ककारः रिनक् योगः ति, इदानीं अट्कुप्पां रूप्यवायपि इत्यनेन नत्वं भूत्वा ऋणक्ति इति भवति, ऋणक्ति. परन्तु रिच् रिनच् योगः तः अत्र स्वरल्लोप इत्यनेन रिञ्च् योगः तः रिङ्क् योगः तः अनुस्वार जष्टबन्धझलि रिङ्क् तः. इदानीम् अट्कुप्पां कार्यं न करोति, यतोहि नकारः नास्ति एव, अनुस्वारः अस्ति. शास्त्रसिद्धं पूर्वसिद्धम् इत्यनेन पश्यति एव न, अत्र अनुस्वार एव तिष्ठति. तदनन्तरम् अनुस्वारस्य एपरसवर्णेन पुनः कवर्गस्य पञ्चमवर्ण आगत्य रिङ्क्तः भवति. अत्र अत्र नत्वस्य प्रसक्तिः नास्ति, सर्वदा तथैव अस्ति. सर्व बहुधा जनाः पृच्छन्ति, कुर्वन्ति कुर्वन्ति कुर्वन्ति मध्ये नकारस्य नत्वं किमर्थं न भवति, कुर्वन्ति मध्ये रेफः अस्ति, वकारः अस्ति, परन्तु वकारः मध्ये अकारः मध्ये तु व्यवधानं नास्ति, तर्हि किमर्थं नकारनत्वं न भवति? तत्ते समानमेव कारणम् अस्ति. कुर्वन्ति मध्ये वस्तुतः प्रथमं तु नकारस्य नश्चापदान्तझलि इत्यनेन अनुस्वारः भवति, कुर्वन्ति अनुस्वारः. इदानीम् अनुस्वारः अस्ति, नकारः नास्ति एव, अतः अट्कुप्पां रम्यवायति अनुस्वारं पश्यति, नकारं न पश्यति, अतः तस्य प्रसक्तिः एव नास्ति. तदनन्तरम् अनुस्वारस्य परसवर्णित्वेन पुनः नकारः आगच्छति. अतः पूर्वत्र सिद्धम् इति अधिकारे क्रमस्य महत्त्वमस्ति. क्रमस्य यदि वयं पालनं न कुर्मश्चेत् तत्र दोषपूर्णः रूपाणि भवन्ति इति एव अस्ति. अस्तु, इदानीं समयः समाप्तः, अग्रिमरविवासरे मिलिष्यामः. तर्हि इदानीम् अग्रिमरविवासरे तु प्रायः कक्षा भवितुं शक्नोति, परन्तु तदनन्तरं किं तदनन्तरं केभ्यः सप्ताहेभ्यः प्रायः कक्षा न भवति, यतोहि अहं ग्रामे नास्ति, अत्र बेङ्गलूरु नास्ति, अहं यात्रां करोमि, अतः प्रायः सम् वीक्स् कक्षा न भवति, अवकाशः भवति. अहं वदामि ईपत्रं करोमि, कक्षा भवति न वा, तर्हि अग्रिमकक्षायां न भवामि, तत् मम कार्यमस्ति अतः. अस्तु अस्तु, अभिप्रायेण अतः विरामः एव. न अहम् अत्र नास्मि, अग्रिमरविवासरे कक्षा भवति न वा इति अहं वदामि, परन्तु तदनन्तरं कक्षा भवति न वा इति प्रायः न भवति, अवकाशः भवति, अहं सूचयामि. जि यात्रा इत्युक्ते रिलिजियस् यात्रा वा? न न, यात्रा इत्युक्ते ट्रावेल् नाम प्रवासे अस्तु महोदय. धन्यवादः, धन्यवादः, धन्यवादः, शुभ धन्यवादः महोदय, धन्यवादः.